पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 5 युधिष्ठिर उवाच कक्पितुर्व्यसिन्धुसूनो किं वृत्तं तस्य विग्रहे युयुधे स कथं दैत्यस्तन्मे कथय नारद नारद उवाच शृणु त्वं नृपशार्दूल पितुर्व्यः क्षीरसागरः जालन्धरस्य तं देवैः प्रमध्य धनमाहृतम् श्रीचन्द्रामृत नागाश्वपूर्वं तस्य सुरासुरैः तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालन्धरोऽसुरः कदाचित्प्रेषयामास दूतं दुर्वारणं बलि शिक्षयित्वा दुवक्तव्यं देवेन्द्रभवनं प्रति अध स्यन्दनमारुह्य ययौ दुर्वारणो दिवि प्रवेष्टु कामो भवनं द्वारस्थैर्द्वारि निवारितः दूत उवाच जालन्धरस्य दूतोऽहम् आगतश्चक्रसन्निब्धौ गत्वा तत्र भवन्तो मां विज्ञापयितुमर्हथ इति तस्य वच श्रुत्वा तदैव दु शचीपतिं गत्वा च प्रणिपत्याः दूतो देवागतो भुवः द्वौ वारिको महेन्द्रेण प्रत्युक्तो दूयमानय हस्ते गृहीत्वा तं दूतं वासवान्दिकमानयद दुर्वारणो देवसभां प्रविष्टप्रव्यलोकयद हरिं देवैस्तु यस्त्रिंशत्कोटिभिः परिवेष्टितं स्वर्णसिंहासनं दिव्यं चामरानिलसेवितं शचीप्रेमरसोद्भुल्लनयनाब्जसहस्रकम् दुर्वारणोऽथ देवेशं विलोक्य गुरुणा सह प्रणनामात्मगर्वेण प्रहसन्नयनश्रियम् निर्दिष्टमानसंभेजे दूतो जालन्धरस्य सह कस्य त्वं केन कार्येण प्राप्तः प्राहेदि तं हरिः दूतो जालन्धरस्याकं सजगादपुरन्दरं स राजा सर्वलोकानां तस्याज्ञां शृणु मन्मुखाद पितुर्व्यो मम दुग्धाद्धिस्त्वया कस्माद्विलोडितः मन्दराद्रिविधानेन हृदं कोशं महाधनम् श्रीचन्द्रामृतनागाश्वं तन्मणिं विद्रुमादिकं देहि सर्वं तथा स्वर्गं शीघ्रं त्यज पुरन्दर सत्वं मद्वचनात्पूर्णं कुरु सर्वं यथोचितं तं क्षमापय भूपाल यदि जीवितुमिच्छसि अथ प्रहस्यमखवा प्राह दुर्वारणं प्रति शृणु दूत समासेन सिन्धोर्मदनकारणम् पुराहिमवदसूनुर्मैनाको नाम मे रिपुः सकुक्षौ विधृतस्तेन सागरेण जडेन च दग्धं चराचरं येन वाग्निनां हयरूपिणा स चापि विधृतस्तेन सागरेण दुरात्मना धर्मद्विषां दानवानामसौ वै आश्रयप्रभुः नित्यं दधि हृदं क्षीरं दानवेभ्यः प्रयच्छति अत एवायमस्माभिः दुर्वारणविलोडितः दण्डितश्च गतश्रीगो देवैरथ पुरातनैः शृणुदूत स बन्धेन मम विप्रेण शोषितः कुम्भोद्भवेन किञ्चैष दुःसङ्गे नैव बाध्यते सोऽपि युद्धार्थमस्माभिः सर्वसैन्येन संवृतः आगमिष्यति वैनाशं गमिष्यति तदैव हि इति रयित्वा विररामवृत्रः सरित्पदेरात्मजदूतमुच्चकैः शशंस चागत्य समुद्रसूनोर्देवेश्वरेणोक्तमशेषमादितः नारद उवाच महेन्द्रवचनं श्रुत्वा निजदूतमुखेन च समुद्रसूनुसंक्रुद्ध सर्वं सैन्यं समाह्वयद रसातलस्थिता दैत्याः ये च भूतलवासिनः आययुः सबलास्तत्र जालन्धरमधाज्ञया प्रयाणप्रक्रमे सिन्धुसूनोसैन्यस्य गर्जितैः स्फुटन्ति नभसो राजन् पातालमखिलादिशः हयना गोष्ट्रवदना बिडालमुखभीषणाः व्याघ्रसिंहाकुवदना विद्युत्सदृशलोचनाः सर्पकेशा महादेहाः केजे खङ्गदनूरुहाः अन्ये च परिधावन्ति गर्जन्ति जलदस्वनैः रथ गजहयपत्तिसङ्कुलं समरविनोदकम्बभासुरम् अब्जशतसहस्रकोटिनायकं बलमखिलं च तदा रराजराजन् शतयोचनविस्तीर्णं विमानं हंसकोटिभिः युक्तं भूतिसहस्रौकं सर्ववस्तुप्रपूरितम् तद्विमानं समारुह्य सद्यो जालन्धरो ययौ मध्याह्ने मन्दरं प्राप्तः प्रथमेऽह्निबलैः सह खण्डितं शिपिकावाहैर्दलितं भूरिकुञ्जरैः द्वितीये दिवसे मेरुं सम्प्राप्तो बलसंयुधः इलावृत्ते दुशिखरे तस्थौ तत्कटकं महद अथ दैत्याधिपैर्भग्नं काण्डवं नन्दनं वनं शिखराणि विशीर्णानि मेरोर्दानवपुङ्गवैः सन्तानकेषु वृक्षेषु बद्धा हिन्दोलमञ्चकान् सिद्धाङ्गनाभिः सहिता रेमिरे दैत्यपुङ्गवाः कुचकुङ्कुमताम्बूलचन्दनागरुभूषणैः केशपाशच्युधैः पुष्पैः मेरोसम्पूरिता नदी सुमेरोः पूर्वदिग्भागो गजैस्तस्य विकट्टितः दक्षिणं च रथैश्चेरुरुत्तरं पश्चिमं भटैः अध प्रस्थापयामास दैत्याञ्जालधरोऽसुरः महेन्द्रशिखरं चान्ये ययोर्दुन्दुभिनिस्वनैः राजराजपुरीं भङ्क्त्वा यमस्य वरुणस्य च अन्येषां लोकपालाना माययुस्ते मरावतीम् अधोत्पादा भवन्नागे दिव्यभौमान्तरिक्षगाः रजःपपादबहुलं तमस्तोमो विजृम्भते तदा पपादगुलिशं करादिन्द्रस्य निष्प्रभं दृष्ट्वा निमित्तानि भयावहानि नागे महेन्द्रो गुरुमित्यवाच किं कुर्मकेकं शरणं च यामस्थं पश्य युद्धं समुपस्थितं तदो वाचस्पतिर्वाक्यमुवाच त्रिदशाधिपं चरणौ पाहि शरणं विष्णोर्वैकुण्ठवासिनः इत्युक्तो गुरुनादेवैः साकं वैकुण्ठमन्दिरं जगामाकण्डलशीघ्रं शरणं कैढभद्विषः शशंस वासुदेवाय विजयोद्वारपालकः जालन्धरभयत्रस्ताः सर्वे देवाः समागताः श्रीरुवाच न वध्योत्सौ मम भ्राता देवार्धे युध्यता त्वया चापितो देवमत्प्रीत्या वधार्हो न भविष्यति इति श्रीवचनं श्रुत्वा विष्णुत्रैलोक्यपालकः अधारुरोहगरुडं पक्षक्षेपावृदाम्बरम् वैकुण्ठभवनातूर्णं निर्गतस्त्रि दशान् हरिः जालन्धरभयत्रस्थान् गतकान्दीन्नधैक्षद ददृशुस्ते सुरा सर्वे हरिं सान्द्रकनोपमं शार्ङ्गशङ्खगदापद्मविभूषितचतुर्भुजं स्तोत्रं पठित्वा पुरद प्राहेन्द्रसरितां पदेः जालन्धरेणात्मजेन भग्नं देवत्रिविष्टपं तदिन्द्रवचनं श्रुत्वा भयं दत्त्वा दिवौकसां विषेदुमसुरं देवैः सह रेजे सुरान्तकृत अदानीदं मातलिना रथमारुह्य वासवः वासुदेवस्य पुरदप्रययौ विदृदाशनिः वामतस्त्रिदशा सर्वे सव्यतश्च समाययौ स्वाहाप्रियो दक्षिणतः स च मेषं समास्थितः आरुह्यैरावदं नागं जयन्तशक्रनन्दनः उच्चैश्रवसमिन्द्रश्च उभौ भगवदः पुरः दादार्यमाजमित्रश्च वरुणोऽंशो भगस्तथा इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमस्मृतः ततस्त्वष्टा ततो विष्णु रे जे धन्यो जपन्यजः इत्येते द्वादशादित्या इन्द्रस्य पुरदस्थिताः वीरभद्रश्च शम्भुश्च गिरीशश्च महायशाः अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः भुवनादीश्वरश्चैव कपाली च विशाम्पदे स्थानुर्भगश्च भगवान् रुद्रा एकादशस्मृताः श्वसनस्पर्शनो वायुरनिलो मारुतस्तथा प्राणापानौ सजीवौ च मरुतोष्ठौ तदग्रतः विवस्वानपि तन्मध्ये ययौ द्वादशमूर्तिभिः धनदशिपिकारूढः किं नरेशो ययौ तदा रुद्राश्च वृषभारूढा मारुदो मृगवाहनः ययुसैन्यस्य पुरधत्त्रिशूलपरिकायुधाः गन्धर्वाश्चारणायक्षाः पिशाचोरकगुह्यकाः सर्वसैन्यस्य पुरध सर्वशस्त्रभृतो ययुः पूर्वापरौ तोयराशि समाक्रान्तौ च सैनिकैः तस्मिन् ससार भूमिराड्डुवराकवपुषा हरिः स्वर्गादागत्य वेगेन दैत्यसैन्यजिकांसया सुमेरोरुत्तरो भागसुरसैन्येन संवृदः सेनाभारोद्भुतकरस्तौ जालन्धरस्य च आश्रित्य दक्षिणभागं तूर्णं कनकशृङ्गतः अहोरात्रेण विहिता वर्षे तस्मिन्निलावृदे मेरुमन्दरयोर्मध्ये युद्धभूमिः प्रतिष्ठिता तत्रात्मजयदां भूमिं कविप्रोक्तां मुदा युधाः जग्मुस्ते दानवास्तूर्णं गुरुप्रोक्तां ययुःसुराः रथप्रवीरैः हरितश्च सम्प्लवैर्गजैर्कनाकारमदप्रवाहिभिः अश्वैरनन्तैर्गरुडाग्रग्रामभिः पदातिभिः सारणभूर्भृता बभौ ततो वादित्र निर्घोषसेनयोरुभयोरभूद कोलाहलश्च वीराणामन्योन्यमभिगर्जताम् अध दानवदेवानां सङ्ग्रामो भूद्भयावहः सर्वसैन्यस्य सम्मर्दो यथा त्रिभुवनक्षयः भयक्रान्ता महाश्रान्ता श्रुतिर्विलपदीमुहुः स्वरथाकाररहितं शरैः सम्पूरितं तथा रोमाञ्चिता बभौद्यौश्च रजो वस्त्रं विधुन्वति रौद्रैर्विहङ्गमारावैस्त्रासादाक्रन्ततीव हि देवेन्द्रेण तदा ज्ञप्तामेका संवर्तकादयः गजानुच्चैः समारुह्य ते सुरान्युयुधुर्मृधे देवानामश्वारोहाश्च जादा गन्धर्वकिन्नराः रथिनः साध्यसिद्धाश्च गजिनो यक्षचारणाः पदादिनः किं पुरुषाः पन्नगाः पापनाशनाः रोगाणामधिपो राजन्यक्ष्मा च यमनायकः तत्र दानवरोगाणां सङ्ग्रामो भूत्सुदारुणः पतिता लुलुढुर्भूमौ दैत्याशूलज्वरामयैः दानवैर्निगदा रोगाः पेदुसमरमूर्धनि पलायां चक्रिरे केजित्वाधयो भूधरान् प्रति औषध्यस्तत्र सहजा वैशल्यकरणीमुखः ताभिर्विशल्या सैन्येषु युयुधुर्यमकिङ्कराः तनवैर्निषदा सर्वे शरमुद्गरपट्टिशैः पदातयपतिगणैः खङ्गैस्तीक्ष्णैः परश्वथैः कोडिशो जग्नुरन्योन्यं रुधिरारुणविग्रहाः अश्वचराकयस्तूर्णैः शिक्षिपुर्गगने तदा संसृष्य जग्नुरन्योन्यं रुधिरारुणविग्रहाः समूहो रथिनां भीमो रथौकैश्चाद्य मेदिनीम् विव्यधुर्निषिधैर्बाणैर्धनुर्मुक्तैर्महारथान् मदक्षिणकपोलाङ्गाः करैर्बद्धा करान् दृढं गजान् प्रतिगजा क्रुद्धाः पादयन्ति महीतले कोऽपि दैत्यो रथं दोर्भ्यामुत्क्षिप्योद्धाय खं ययौ अश्वचारान् हयान्नागान् पादयामास भूतले स्कन्धे गृहीत्वा तरसा ययौ जालन्धरं प्रति कक्षयोर्वै गजौ गृह्य तृतीयं जठरोपरि चतुर्थं मस्तके गृह्य रणे धावति कश्चन उत्पाट्य कोशदखङ्गं विधूय विमलाम्बरं ययौ सहस्रशो देवान् पादयित्वा रणे सुरः काजिप्पिनस्तनि तन्वी खेचरीरदिलम्पटा आगत्य गगनातूर्णं निन्ये दैत्यं रणाङ्गणाद चुजुम्बसा तद्वदनं तीक्ष्णा नाराजकीलितं देवसैन्यं ततो बद्ध्वा कालनेमिर्ननर्तः ततो जनार्दनक्रुद्धो निर्ययौ कालनेमिनं यमो दुर्वारणं वीरं स्वर्भानुश्चन्द्रभास्करौ केदुम्वैश्वानरो देवो ययौ शुक्रं बृहस्पतिः आश्विनौ संयदौ तत्र दैत्यमङ्गारपर्णकं संह्रादं चक्रपुत्रश्च निर्ह्रादं धनदो ययौ निशुम्भश्चावृदो रुद्रैः शुम्भो वसुभिराहवे मेकाकारं स्थितं जम्बं विश्वे देवासमाययौ वायवो वज्ररोमाणमध मृत्युर्मयं व्ययौ न मुचिं वासवो व्यग्रं शक्रिहस्तोऽभ्यधावद अन्यैरपि सुरैर्दैत्याः स्वस्ववीर्यसमैर्वृताः इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे युधिष्ठिरनारदसंवादे देवदानवयुद्धं नाम पञ्चमोऽध्यायः ॐ